पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 232 शङ्कर उवाच ततः सुरगणाः सर्वे दानवाद्या महाबलाः उत्पाट्य मन्दरं शैलं चिक्षिपुः पयसान्निधौ ततो नारायणश्रीमान् भगवान् भूतभावनः कर्मरूपेण तं शैलं दधारामिदविक्रमः अनादिमध्यान्तवपुर्विश्वरूपः सनातनः अधारयद्गिरिवरं सम्पूज्यो जगदीश्वरः तथैकेन भुजेनैव ईश्वरः सर्वगोव्ययः तदो देवासुराः सर्वे ममन्धुक्षीरसागरं सर्पराजेन संवेष्ट्य खर्खरं मन्दराचलं मध्यमानेध दुग्धाब्धौ दैवतैः सुमहाबलैः उत्पादनार्थं लक्ष्म्याश्च सर्व एव महर्षयः उपोष्य नियमं कृत्वा जेपुश्रीसूक्तमेव च सहस्रनामपठनं चक्रुर्दिव्या द्विजोत्तमाः एकादश्यां तु शुद्धायां मध्यमाने महाम्बुधौ उपोष्य ऋषयः सर्वे जप्तं श्रीमन्त्रमुत्तमं काङ्क्षमाणाश्च ये जप्तुं लक्ष्मीनारायणं हरिं ध्यात्वा समर्चयामासुर्द्विजाग्र्यामुनिसत्तमाः ततस्तस्मिन् मुहूर्ते तु मध्यमाने महाम्बुधौ समभूतत्र प्रथमं कालकूडं महाविषं महापीडं महाघोरं संवर्ताग्निसमप्रभं दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्ता देवदानवाः तदस्तान् विद्रुतान् दृष्ट्वा भयार्तान् सुरसत्तमान् तदस्तानब्रुवं वाक्यमहं तत्र शुभे क्षणे भो भो देवगणा सर्वैर्नभेतव्यं विषं प्रति अहमाहारयिष्यामि कालकूटं महाविषं युत्युक्तास्ते मया सर्वे देवा इन्द्रपुरोगमाः साधु साध्विति वाक्यैर्मां तुष्टुवुः प्रणदाभृशं तद्दृष्ट्वा मेकसङ्काश्यं प्रादुर्भूतं महाविश्वं ध्यात्वा नारायणं देवं हृदये गरुडध्वजम् उदयादित्यसङ्काश्यं शङ्खचक्रगदाधरं श्रीभूमि सहितं देवं तप्तकाञ्चनकुण्डलम् एकाग्रमनसा ध्यात्वा सर्वदुःखहरं प्रभुं नामरूपं महामन्त्रं जप्त्वा लक्ष्म्या समन्वितं तद्विषं तु महाघोरमाद्यं सर्वभयङ्करम् नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै विषं तद भवज्जीर्णं लोकसंहारकारकम् अच्युतानन्दगोविन्द इति नामत्रयं हरेः यो जपेत् प्रयतो भक्त्या प्रणवाद्यं नमोऽन्तकं तस्य मृत्युभयं नास्ति विषरोगान्निजं महद नामत्रयं महामन्त्रं जपेद्यः प्रयतात्मवान्। कालमृत्युभयं चापि तस्य नास्ति किमन्यदः इति नामत्रयेणैव पीदं देवि मया विश्रम्। ततः प्रहृष्टास्त्रिदशास्तुष्टुवुर्मां सुविस्मिताः मां प्रणम्य पुनर्देवा ममं धुः क्षीरसागरम्। तस्मिन् प्रमध्यमाने तु मया देवैश्च भामिनी ज्येष्ठा देवी समुत्पन्ना रत्नस्रग्वाससावृता उत्पन्ना साब्रवीदेवान् किं कर्तव्यं मयेदि वै। तामब्रुवं स्तुते देवीं सर्वदेवगणाभृशं देवा ऊचुः येषां गृहान्तरे रम्ये कलहः सम्प्रवर्तते तत्ते स्थानं प्रयच्छामो वस तत्राशुभान्विदा परुषं भाषणं नित्यं वदन्त्यनृतवादिनः। सन्ध्याकाले तु ये पापास्वपन्ति मलचेतसः तेषां वेश्मनि सन्धिष्ट दुःखदारिद्र्यशायिनी। कपालकेशभस्मास्ति तुषाङ्गारानि यत्र तु तत्र ते सततं स्थानं भविष्यदि न संशयः। यस्य वेश्म कपालास्ति भस्मकेशादिचिह्नितं तत्र वसा शुभे नित्यं कलिना सह नित्यशः। अकृत्वा पादयोः शौचं यस्त्वाचामदिदुर्मदिः तं भजस्व महादेवि कलुषेण भृशं वृदं तुष्णाङ्गारकपालाश्मवालुकावस्त्रचर्मभिः दन्तधावनकर्तारो भविष्यन्ति नराधमाः। रमस्वकलिना देवि तेषां वेश्मसु नित्यशः तिलपिष्टं कलं जं च कलिगं शिघ्रुगृञ्जनं छत्रागं विड्वराहं च बिल्वं कोशादकीफलम् अलाम्बुं च पलाण्डुं च ये खादन्ति नराधमाः। तेषां गेहे ह्यवस्थानं देवी दारिद्र्यदे सदा रुद्र उवाच। इत्यादिश्य सुरा सर्वे ज्येष्ठां च कलिवल्लभां पुनश्च मन्थनं चक्रुः क्षीराब्धिं सुसमाहिताः। ततश्च वारुणी देवी समुत्पन्ना शुभानने अनन्दो नागराजोऽथ तां जग्राह सुलोचनां। तदसुरा समुत्पन्ना सर्वाभरणभूषिता वैनतेयस्य भार्याभूत् सर्वलक्षणशोभिता। तदोऽप्सरोगणा दिव्या गन्धर्वाश्च महौजसः जज्ञिरेरूपसम्पन्ना मधु गायनतत्पराः। ऐरावतस्तदो जज्ञे तथैवोच्चैश्रवाहयः धन्वन्तरिः पारिजातं सुरभिः सर्वकामधुक्। येदान् सर्वान् सहस्राक्षो जग्राह प्रीतमानसः तथ प्रभातसमये द्वादश्यामुदितेरवौ। मध्यमाने पुनस्तस्मिन् देवैरिन्द्रपुरोगमैः ततः प्रहृष्टवदनैस्तूयमाना महर्षिभिः उत्पन्ना श्रीर्महालक्ष्मी सर्वलोकेश्वरी शुभा बालार्ककोटिसङ्काशा कनकाङ्गदभूषिता हेमाम्बुजसमासीना सर्वलक्षणशोभिता पद्मपत्रविशालाक्षी नीलकुञ्चिदमूर्धजा दिव्यचन्दनलिप्ताङ्गी दित्यपुष्पैरलङ्कृता नानारत्नमयैर्दिव्यैः सर्वैराभरणैर्युधा तनुमध्या जगद्धात्री पीनोन्नदपयोद्धरा चतुर्हस्ता विशालाक्षी पूर्णेन्दुसदृशानना वसुपात्रं मातुलुङ्गं स्वर्णपद्मयुगं शुभं विभ्राणाहस्तकमलैः सर्वाभरणभूषितैः अम्लानपङ्कजां मालां धारयन्ती ह्युरस्थले ददृशुस्ता महादेवीं सर्वलोकहितैषिणीं ईश्वरीं सर्वभूतानां मातरं पद्ममालिनीं नारायणीं जगद्धात्रीं नारायणहृदालयां तां विलोक्य महालक्ष्मीं प्रहृष्टाः सर्वदेवताः अवादयन्तः पदहान् दिवि देवगणाभृशं ववर्षुः पुष्पवर्षाणि वनदेव्यो निरन्तरं जगुर्गन्धर्वपदयो न नृतुश्चाप्सरोगणाः बहुः पुण्यास्तथा वादाः सुप्रभो भूद्दिवाकरः जज्वलुश्चाग्नयः शान्ताः प्रसन्नाश्च दिशो दश अनन्तरं शीतरश्मिरुदभूत्क्षीरसागरे सुधामयूखवान् सोमो माधुर्भ्रादा सुखावहः नक्षत्राधिपतिश्चाभूश्चन्द्रो वै लोकमादुलः ततो जाया हरे पुण्या तुलसी लोकपावनी समुत्पन्ना जगद्धात्री पूजार्थं शार्ङ्गिणो हरेः ततः प्रहृष्टमनसः सर्वे देवा दिवौकसः तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः समेत्य मातरं सर्वे शिवब्रह्मपुरोगमाः स्तुत्वा नामसहस्रेण जयपुश्रीसूक्तसंहिताः तदप्रसन्ना सा देवि सर्वान् देवानुवाचः तिरुवाच वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः रुद्र उवाच ऊजुः प्राञ्जलयो देवाश्रियं नम्रात्ममूर्तयः देवा ऊचुः प्रसीदकमले देवि सर्वलोकेश्वरप्रिये विष्णोर्वक्षस्थले देवि भव नित्यानपायिनी त्रैलोक्यं पालया देवी नित्या त्वं परमेश्वरी यदपाङ्गाश्रितं सर्वं जगस्थावरजङ्गमं त्वया विलोकिता सर्वे प्रभवन्ति दिवौकसः माता रुद्रादिदेवानामैश्वर्यं त्वत्कडाक्षतः एतदिच्छामहे देवि जगन्मातर्नमोऽस्तु ते रुद्र उवाच इत्युक्ता दैवतैः सर्वैर्लोकमादा महेश्वरी एवमस्त्विति तान् देवान् प्राह नारायणप्रिया ततो नारायणश्रीशशङ्खचक्रगदाधरः तथैवाविरभूद्ब्रह्मा पूर्ववत्क्षीरसागरे ततः प्रदुष्टुवुर्देवा नमस्कृत्वा जनार्दनम् ऊजुः प्राञ्जलयः सर्वे प्रहृष्टवदनाशुभाः देवाऊचुः गृहाणदेवीं सर्वेश महिषीं तव वल्लभां जगत्संरक्षणार्थाय लक्ष्मीमनपगामिनीं रुद्र उवाच युक्युक्त्वा मुनिभिः सर्वे देवा ब्रह्म पुरोगमाः नानारत्नमये दिव्ये पीठे बालार्कसन्निभे निवेश्य देवीं देवं च आनन्दाश्रुपरिप्लुताः दिव्याम्बरैर्दिव्यमालैर्नानारत्नविभूषितैः लक्ष्म्या सह समासीनमचयामासुरच्युतं गन्धैर्धूपैश्च दीपैश्च नैवेद्यैश्च सुधामयैः अप्राकृतैर्फलैर्दिव्यैरर्चयामासुरीश्वरीम् अमृतादुद्धिता देवी तुलसीकोमलाशुभा तया श्रीपादयुगलमर्चयामासुरं च सा प्रदक्षिणत्रयं कृत्वा नमस्कृत्वा मुहुर्मुहुः तुष्टुवुस्तुतिभिर्देवा हर्षपूर्णाश्रुविक्लवाः तदप्रसन्नो भगवान् सर्वदेवेश्वरो हरिः अभीष्टान् प्रददौ तेभ्यो वरान् देव्या सह प्रभुः तद सुहृष्टासुरमानुषाद्या लक्ष्मीकटाक्षार्पितदृष्टिपूताः प्रभूद धान्यार्थयुता निरन्तरं सुखं परं प्रापुर नामया भृश्यम् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे लक्ष्म्युत्पत्तिर्नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः ॐ